किञ्च एतस्य ज्ञानस्य माहात्म्यम् अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः सर्वं ज्ञानप्लवेनैव रुजिरं सन्तरिष्यसि अपि चेत् असि पापेभ्यः पापकृद्भ्यः सर्वेभ्यः अतिशयेन पापकृत्तमः सर्वं ज्ञानप्लवेनैव ज्ञानमेव प्लवं कृत्वा वृजिनान्नवं पापसमुद्रं सन्तरिष्यति धर्मोऽपि इह मुमुक्षोः पापम् उच्यते ज्ञानं कथं नाशयति पापम् इति दृष्टान्तः उच्यते यथैधांसि समिद्धोऽग्निः भस्मसात् कुरुतेऽर्जुन ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा यथा एदांसि काष्ठानि समिद्धः सम्यकिद्धः दीप्तः अग्निः भस्मीभावं कुरुते हे अर्जुन ज्ञानमेव अग्निः ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा निर्बीजीकरोति इत्युक्तः न हि साक्षादेव ज्ञानाग्निः कर्माणि इन्धनवत् भस्मीकर्तुं शक्नोति तस्मात् सम्यक् दर्शनं सर्वकर्मणां निर्बीजत्वे कारणम् इत्यभिप्रायः सामर्थ्यात् येन कर्मणा शरीरम् आरब्धं तत् प्रवृत्तफलत्वात् उपभोगेनैव क्षीयते अतो यानि अप्रवृत्तफलानि ज्ञानोत्पत्तेः प्राकृतानि ज्ञानसह भावीनि च अतीत अनेकजन्मकृतानि च तान्येव सर्वाणि भस्मसात् कुरुते यतः इयम् अतः न हि ज्ञानेन सदृशं पवित्रमिह विद्यते तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति न हि ज्ञानेन सदृशं तुल्यं पवित्रं पावनं शुद्धिकरम् इह विद्यते तज्ज्ञानं स्वयमेव योगसंसिद्धः योगेन कर्मयोगेन समाधियोगेन च संसिद्धः संस्कृतः योग्यतामापन्नः सन् मुमुक्षुः कालेन महत आत्मनि विन्दति लभते इत्यर्थः येन एकान्तेन ज्ञानप्राप्तिः भवति स उपायः उपदिश्यते श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति श्रद्धावान् श्रद्धालुः लभते ज्ञानं श्रद्धालुत्वेऽपि भवति कश्चित् मन्दप्रस्थानः अतः तत्परः कुरूपसदनादो अभियुक्तः ज्ञानलब्ध्युपाये श्रद्धावान् तत्परः अपि अजितेन्द्रियस्य इत्यतः संयतेन्द्रियः संयतानि विषयेभ्यो निवर्तितानि यस्य इन्द्रियाणि स संयतेन्द्रियः य एवं भूतः श्रद्धावान् तत्परः संयतेन्द्रियश्च सः अवश्यं ज्ञानं लभते प्रणिपातादिस्तो बाह्यो अनैकान्तिकोऽपि भवति मायावित्वादिसम्भवत् न तु तत् श्रद्धावत्पादौ इति एकान्ततः ज्ञानलब्ध्युपायः किं पुनः ज्ञानलाभः स्यात् इत्युच्यते ज्ञानं लब्ध्वा परां मोक्षाख्यां शान्तिम् उपरतिम् अचिरेण क्षिप्रमेव अधिगच्छति सम्यक् दर्शनात् क्षिप्रमेव मोक्षो भवति इति सर्वशास्त्रन्यायप्रसिद्धः सुनिश्चितः अर्थः अत्र संशयः न कर्तव्यः पापिष्टो हि संशयः कथम् इति उच्यते अज्ञश्चाश्रद्धधानश्च संशयात्मा विनश्यति नायं लोकोऽस्ति न परो न सुखं संशयात्मनः अज्ञश्च अनात्मज्ञश्च अश्रद्धधानश्च गुरुवाक्यशास्त्रेषु अविश्वासवानश्च संशयात्मा च संशयचित्तश्च विनश्यति अज्ञ अश्रद्धधानौ यद्यपि विनश्यतः न तथा यथा संशयात्मा संशयात्मा तु पापिष्टः सर्वेषां कथं नायं साधारणोऽपि लोको अस्ति तथा न परः लोकः न सुखं तत्रापि संशयोत्पत्तेः संशयात्मनः संशयचित्तस्य तस्मात् संशयो न कर्तव्यः। कस्मान्? योगसंन्यस्तकर्माणि ज्ञानसञ्छिन्नसंशयम् आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय। योगसंन्यस्तकर्माणि परमार्थदर्शनलक्षणेन योगेन संन्यस्तानि कर्माणि येन परमार्थदर्शिन धर्माधर्माख्यानि तं योगसंन्यस्तकर्माणि। कथं योगसंन्यस्तकर्म इत्याह ज्ञानसञ्छिन्नसंशयं ज्ञानेन आत्मेश्वरैकत्वदर्शनलक्षणेन सञ्छिन्नः संशयस्य सः ज्ञानसञ्छिन्नसंशयः। य एवं योगसंन्यस्तकर्म तम् आत्मवन्तम् अप्रमत्तं गुणचेष्टारूपेण दृष्टानि कर्माणि न निबध्नन्ति अनिष्टादिरूपं फलं नारभन्ते हे धनञ्जय। यस्मात् कर्मयोगानुष्ठानात् अशुद्धिक्षयहेतुकज्ञानसञ्चिन्नसंशयः न निबध्यते कर्मभिः ज्ञानान्निदग्धकर्मत्वादेव। यस्माच्च ज्ञानकर्मानुष्ठानविषये संशयवान् विनश्यति तस्मादज्ञानसम्भूतं प्रस्थं ज्ञानासीनात्मनः चित्वैनं संशयं योगम् आतिष्ठोत्तिष्ठभारत। तस्मात् पापिष्टम् अज्ञानसम्भूतम् अज्ञान अविवेकाज्जातं हृत्स्थं हृदि बुद्धौ स्थितं ज्ञानासीनं शोकमोहादिदोषहरं सम्यग्दर्शनं ज्ञानं तदेव असिः खड्ग तेन ज्ञानासीनः आत्मनः स्वस्य आत्मविषयत्वा संशयस्य न हि परस्य संशयः परिणच्छेत्तव्यतां प्राप्तः येन स्वस्य इति विशेष्येत। अतः आत्मविषयोऽपि स्वस्यै भवति चित्वा येन संशयं स्वविनाशहेतुभूतं योगं सम्यग्दर्शनोपायं कर्मानुष्ठानम् आतिष्ठ कुरु इत्यर्थः। उत्तिष्ठ च इदानीं युद्धाय भारत इति श्रीमद्भगवद्गीताभाष्ये चतुर्थोऽध्यायः।